प्रायुच्छस्यु मे निपाति जन्मनि तुरीयादित्यसवनन्द इन्द्रियमारिष्ठामृतम् दिव्या नित्येऽभ्यस्त्वा तुरीयादित्यसवनन्द इन्द्रियमातस्थावमृतम् दिव्यादित्येऽभ्यस्त्वा जज्ञो देवानाम् प्रत्येति सोम् नमादित्यासो भवतामृळयन्तः आवोर्वाची सुमातिर्वावृत्यादग्नो होश्चिद्या बरिवो वितरासरादित्येभ्यस्वा विवस्वन्नादित्यैकते सोमपि तस्तस्मिन्नस्व श्रदसमयिनरो वचसे ददात न जदाशीर्दादम्पतिवा ममश्नुतः पुमान् पुत्रो जायते विन्दते स्वधा विश्वाहारप एधते गृहे वामर्या सवितर्वामाम शवो दिवे दिवे वामस्मभ्यग्नुसावीः वामस्याक्षायस्य देवभूरेरया धिया वामभाजहास्याम उपयामगृहीतोऽसि सावितरोऽसि च नो धाश्च नो धासि च नो मयि देहि जिन्वजज्ञान् जिन्वजज्ञपतिम् भगाय देवाय त्वा सवितरे उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षाय नमः विश्वेभ्यस्त्वा देवेभ्य एकतेजो निर्विश्वेभ्यस्त्वा देवेभ्यः उपयामगृहीतोऽसि बृहस्पतिसुतस्य देवसो मत इन्दोरिन्द्रियावतः पत्नीवतो ग्रहा हृद्यासम् अहम् परस्तादहमवस्ताद्यदन्तरिक्षान्तधूमे पिता भूत अहग्ं सूर्यमुभयतो ददर्शाहम् देवानाम् परमम् गुहाजत अगनाति पत्नीवांसजूरदेवेन त्वट्रासो माम् विवस्वाः प्रजापतिर्वृखासिरेतो धारेतो मयि धेहि प्रजापतेस्ते विष्णो रेतो दशो रेतो धामशीय उपयामगृहीतोऽसि हरिरसि हरियो जनो हरिभ्यान् त्वा हर्जोर्धानास्तसहसो मा इन्द्राय जस्ते अश्वस निर्वक्षो जो गोसनिस्तस्य त इष्टाय जुकस्तुतस्तोमस्य शस्तोक्थस्योपहूतस्यो पहूतो भक्षयामि देवकृतस्यैनसो वयजनमसि मानुभ्यकृतस्यैनसो वयजनमसि पितृकृतस्यैनसो वयजनमस्यात्मकृतस्यैनसो वयजनमसेन स एनसो वयजनमसि जच्चाहमेनो विद्वांश्चकार जच्चा विद्वांस्तस्य सर्वस्यैनसो वयजनमसि संवर्चसापयसा सन्तनू सवस्त्या साम ब्रह्मणा देवा कृतञ्जदस्ति सान् देवानाग्नु सुमतौ जज्ञियानाग्नु स्वाहा साम वर्चसा पयसा सन्तनु धीरगन्महि मनसा सग्नु शिवेन ष्टासुदतरो विदधातुरायो नुमार्षुतन्नवो जद्विलिष्टाम् धातारातिः सविते दञ्जुखन्ताम् प्रजापतिर्निधिपा देवो अग्निः ष्टा विष्णुः प्रजया सग्राणा जजमानाय द्रविनन्दधात स्वाहा सुगावो देवाः सदना अकर्मज आजगमे दग्मु सवनञ्जुखाणाः भरमाणा वहमानाः विग्मुख्यसमे दत्तवसवो वसूनि स्वाहा जाम् आवह उषतो देवदेवांस्तान् प्रेरयस्वे अग्ने सदत्थे यक्षिवाग्मुसाः पपीवाग्मुसश्च विषवे सुङ्घर्मग्मुसवरा तिष्ठतानु स्वाहा वयग्मुहित्वा प्रयति यज्ञे अस्मिन्नग्ने होतारमवृणीमहीह हृदगया हृदगुता शमिष्ठाः प्रजानन्यज्ञमुपयाहि विद्वान् स्वाहा देवागातु विदो गातुम् मित्वा गातुमित मनसस्वद इमान् देवयज्ञस्वाहा वदेधाः जज्ञ जज्ञम् गच्छ जज्ञापतिम् गच्छ स्वाञ्जोनिम् गच्छ स्वाहा एघते जज्ञो जज्ञापते सह सूक्तवाकः सर्ववीरस्ताञ्जुकस्व स्वाहा माहिर्भूर्मा प्रेदा कुः उरुग्मीराजा वरुणश्चकार सूर्याय पन्था मन्वेतवा अपदे पादा प्रतिदातवेकरुतापवक्ता हृदया विधश्चित नमो वरुणाय विष्ठितो वरुणस्य पाशः अग्नेरनीकमप आविवेशापान्न पात्रतिरक्षान्न सृजम् दमे दमे समिधम् यक्षगने प्रतिते जिह्वाघृतमुच्चारण्यत्स्वाहा समुदरे ते हृदयमप्स्वन्तः सन्त्वाद्विषन्त्वोखधीरुतापः यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमो वाके विधे मजत्स्वाहा देवीयाप एकावो गर्भसग्मु सुप्रीतग्मु सुभृतम् बिभृत देवसो मैखते लोकस्तस्मिन् छञ्च वक्ष्व परि च वक्ष्व avabhritani chum punani cherurasini chum punaha avadevair devakritameno yasikham avamartyairamartyatritam pururavno devarikaspahi devanagmusamidasi ejatudash avadevair devakritameno yasikham avamartyairamartyatritam pururavno devarikaspahi devanagmusamidasi ejatudashamasyo garbho jarayunasah jathayam vayure jati jatha samudra ejati evayandashamasyo asrajjarayunasah jasyaite jadniyo garbho jasyaijo nirehiranyai anganyarhuta jasyatam matra samajidamagusvaha guru dasmo vikuru pa indurantar mahimanamananjadhiraha ekapadin dvipadin tripadin chatukapadim ashtapadim bhuvananuprathantat gusvaha maruto jasya ikshaye patha divo vimahasaha sasugo patamu janaha mahidyauh prithivi chana iman janyam mimikshatam kipretanno bharim abhi adishtavritrahan radhan yuktate brahmana hari arvachi nagmusute mano gravatrino tuvagnuna upayamagrehito sindrayatva kodashina ekhate jo nirindrayatva kodashine jukshvahi keshina hari prekhana kakshapra athana indra somapadhira mupashrutinchara upayamagrehito sindrayatva khodashina ekhate jo nirindrayatva khodashine indra middhari vahato pratirita shavasamma rekhinancha stuti rupajanyancha manukhanamma upayamagrehito sindrayatva khodashina ekhate jo nirindrayatva khodashine jasmanna jataha paro anyo asija avivesha bhuvanani vishva prajapatihi prajaya sagmurarana strini jyoti gmuki sachate sakodashi indrasya samrat varunascha raja taute bhakshanchakraturakra etamma sayo rahamanu bhaksham bhakshayami vaddevi jukhana somasya tripya dosaha pranena svaha agane pavasvasvapa asme varchaha suvirjamma dadhatra immai pokhamma upayamagrehito syagnayetva parchasa ekhate jo niragnayetva parchase गने वर्चस्विन् वर्चस्वान् देवे क्वासि वर्चस्वानहमानुत्ये कुभूयासम् उत्तिष्ठन्नो जसा सह पीत्विषुप्रे आवेपयाः सोममिन्द्र चमूसुतम् उपयामगृहीतोऽसीन्द्राय त्वौजस एकतेजो निरिन्द्राय त्वौजसे इन्द्रौ जिष्ठौ जिष्ठस्वन् देवे क्वस्यो जिष्ठोऽहम् मनुष्ये कुभूयासम् अदृश्रामस्य केतवो द्विरश्मयो जना अनु व्राजन्तो अग्नयो जथा उपयामगृहीतो शिशूर्जाय त्वा भ्राजायैकतेजो निः सूर्जाय त्वा भ्राजाय सूर्यभ्राजिष्ठभ्राजिष्ठस्वन् देवे क्वसि भ्राजिष्ठोऽहम् मनुष्ये कुयासम् जातवेदसन् देवम् वहन्ति केतवः दृशे विश्वाय सूर्यम् उपयामगृहीतो शिशूर्जाय त्वा भ्राजायैकतेजो निः सूर्जाय त्वा भ्राजाय आजिग्रकलशम् मह्या त्वा विशन्त्विन्दवः पुनरूर्जा निवर्तस्वसानः सहस्रञ्जुक्ष्मोरुधारापयस्वती पुनर्माविशताद्रयिः पीडेरन्ते हव्ये काम्ये चन्द्रे ज्योते दिति सरस्वती महि विश्रुति एता ते अग्ने नामानि देवेभ्यो मा सुकृतम् ब्रूतात् द्विन इन्द्रमृदो जयिनी जाजच्छवृतान्यतः जो अस्माम् अभिदा सत्यधरङ्गमयातमः उपयामगृहीतोऽसीन्द्राय त्वा विमृध एकतेजो निरिन्द्राय त्वा विमृधे वाचस्पतिम् विश्वकर्माणमूतये मनोजुवम् वाजे अद्याहुवेम स नो विश्वानि हवनानि जोघद्विश्वशम्भूरवसे साधु कर्म उपयामगृहीतोऽसीन्द्राय त्वा विश्वकर्मण एकतेजो निरिन्द्राय त्वा विश्वकर्मणे विश्वकर्मन्हविघावर्धने न त्रातारमिन्द्रमकृणोरवध्यम् तस्मै विशः समनमन्तपूर्वीरयमुग्रो विहव्यो जथा सत उपयामगृहीतोऽसीन्द्राय त्वा विश्वकर्मण एकतेजो निरिन्द्राय त्वा विश्वकर्मणे उपयामगृहीतोऽस्यग्नाये त्वा गायत्रच्छन्दसं गृह्णामीन्द्राय त्वा ऋतुक्षन्दसं गृह्णामि विश्वेभ्यस्त्वा देवेभ्यो जगच्छन्दसं गृह्णाम्यनुष्टुप्तेऽभिगरः प्रेषीणान् त्वा पद्मन्नाधूनोमि कुकूननान् त्वा पद्मन्नाधूनोमि बन्दमानान् त्वा पद्मन्नाधूनोमि मदिन्दमानान् त्वा पद्मन्नाधूनोमि मधुन्दमानान् त्वा पद्मन्नाधूनोमि शुक्रं त्वा शुक्र आधूनोम्यन्नो रूपे सूरजस्य रश्मिको काकुभग्मं रूपां मृगावस्य रोचते बृहच्छुक्राः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगाः जत्ते सोमादाभ्यान्नाम जाग्रेवि तस्मै त्वा गृह्णामि तस्मै ते सोम सोमाय स्वाहा पूषित्वान् देव सोमाग्नेः प्रियं पातोऽपि वशीत्वान् देव सोमेन्द्रस्य प्रियं पातोऽपि जस्मत्सखा त्वान् देव सोमविश्वेखान् देवानां प्रियं पातोऽपि इयारा तिरियारा मध्वामी आध्रेतिरिया स्वाध्रेतिः स्वाहा उपध्रेजान् धरुणाम् मात्रे धरुणो मातरन्धयन् रायस्फोकमस्मासुधीधर स्वाहा सतरस्य ऋद्धिरस्य गन्मज्योतिरमृता अभूम दिवम् पृथिव्या अध्यारुहाम विदाम देवान् स्वर्ज्योति जुवन्तमिन्द्रा पर्वता पुरो युधा जो नः प्रेतन्यादपतन्तमिद्धतम् वज्रेण तन्तमिद्धतम् दूरे शत्ता यच्छन् सद्गहनञ्जलिरक्षत अस्माकगुं शत्रून् परिशूर विश्वतो धर्मादरेखीष्ट विश्वतः भूरभुवाः स्वाहा सुप्रजाः प्रजाभिः स्याम सुवीराः वीरैः सुपोखाः पोखैः परमेष्ठविदितः प्रजापतिर्भाजिव्यारिताया मन्दो अच्छेताः सविता सन्न्याम् विश्वकर्मा दीक्षायाम् पूखा सोमक्रयण्यामिन्द्रश्च मरुतश्चक्रयायो बोत्थितो सुराः पण्यमानो मित्राः क्रीतो विष्णुः क्षिपिविष्ट ऊरावासन्नो विष्णुर्नरन्दिकाः प्रोज्यमाणः सोम आगतो वरुण आसन्द्यामासन्नोऽग्निराग्निद्र इन्द्रो हविर्धाने थर्वोपावरियमाणो विश्वे देवा अग्नो शुकोन्युक्तो विष्णुराप्रीतपा आप्याज्यमानो महासूयमानो विष्णुः संप्रियमाणो वायुः पूयमानः शुक्रः पूतः शुक्रः क्षीरश्रीर्मन्थि शक्तुश्रीर्विश्वे देवाश्चमसे कुन्नीतो सुरेहो मायोद्यतो रुद्रो हूयमानो वातोऽभ्यावृतो नृचक्षाः प्रतिख्यातो भक्ष्यो भक्ष्यमाणः पितरो नाराशक्मूसाः सन्नः सिन्धुरववृथायो प्लुतो जयो रोजसा सविता रजग्मुषिभिर्जेभिर्वीरतमाशविष्ठा जापत्येते अप्रतीता सहोभिर्विष्णु अगन्वरुणा पूर्वभूतौ देवान्दिवमगन्यज्ञस्ततो मा द्रविणमष्टु मनुष्यानान्तरिक्षमगन्यज्ञस्ततो मा द्रविणमष्टु पितरेन्द्रिजीवीमगन्यज्ञस्ततो मा द्रविणमष्टु जङ्कञ्च लोकमगन्यज्ञस्ततो मे भद्रमभूत चतुश्रिकृंशत्तन्तवोजेभितद्निरे य इमाञ्जज्ञग्मुस्वधया ददन्ते ते काञ्चिन्नग्मुसंवेतद्दधामि स्वाहा घर्मो अप्येतु देवान्न यज्ञस्य दोः विततः पुरुत्रासो अष्टधा दिवमन्वादतान स यज्ञादुक्ष्वमहिमे प्रजायाग्मुराय स्फोखम् विश्वमायुरशीय स्वाहा आपवस्व हिरण्यवदश्ववत्सोमवीरवत वाजङ्गो मन्दमाभरस्वाहा हरिः ओम् इति अष्टमोऽध्यायः अथ नवमोऽध्यायः हरिः ओम् देवसवितः प्रसुवजज्ञाम् प्रसुवजज्ञापतिम् भगाय दिव्यो गन्धर्वः केतपुः केतन्नः पुनातु वाजसपतिर्वाजन्नः स्वदतु स्वाहा ध्रुव सदन्त्वा नृखदम् मनः सदमुपयामगृहीतोऽसीन्द्राय त्वाजुषम् गृह्णाम् मे गतेजो निरिन्द्राय त्वाजुष्टतमम् सुखदन्त्वा नृत सदम् व्योम सदमुपयामगृहीतोऽसीन्द्राय त्वा अप्सुखदन्त्वा धृत सदं व्योम सदमुपयामगृहीतोऽसीन्द्राय त्वाजुषं गृह्णाम्ये कते जो निरिन्द्राय त्वाजुष्टतमम् पृथिवी सदन्त्वान्तरिक्ष सदन् दिवि सदन् देव सदन्नाक सदमुपयामगृहीतोऽसीन्द्राय त्वाजुषं गृह्णाम्ये कते जो निरिन्द्राय त्वाजुष्टतमम् अपाग्मुरसमुद्वयसग्मु सूरजे सन्तग्मु समाहितम् अपाग्मुरसस्य जोरसस्तम्भो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वाजुषं गृह्णाम्ये कते जो निरिन्द्राय त्वाजुष्टतमम् ग्रहा ऊर्जा हुतयोऽभ्यन्तो विप्रायमतिम् एकाम् विषिप्रियाणाम् वोहमिघमूर्जग्मु स मकरभमुपयामग्रेहीतोषीन्द्राय त्वाजुष्टं गृह्णां मे कते जोनिरिन्द्राय त्वाजुष्टतमां मा सम्प्रेचौस्थः सं मा भद्रेण प्रेङ्क्तां विप्रेचौस्थो विमा पाप्मना प्रेङ्क्तां मा इन्द्रस्य वज्रो शिवाजसास्त्वयायं वाजगुंसेत वाजस्यानुप्रसवे मातरं महीमदितिन्नाम वचसा करामहे यस्यामिदं विश्वाम्भुवनमाविवेश तस्यान्नो देवः सविता धर्मसाविखत अप्स्वान्तरमृतमप्सुभे खजमपामुत प्रशस्तिक्वश्वा भवत वाजिनः वीरापोजो व ऊर्मिः प्रतूर्तिः ककुन्मान्वाजसास्तेनायं वाजगुंसेत वातो वा मनो वा गन्धर्वाः सप्त विघुंशतिः ते अग्रेष्वमयुञ्जंस्ते अस्मिञ्जवमादधुः वातरग्मुहावववाजिन्युज्यमान इन्द्रस्येव दक्षिणः श्रियैधिः जन्तु त्वामरुतो विश्ववेद स आते त्वष्टापत्सुजवन् दधातु जवोजस्ते वाजिन्निहितो गुहाजहाश्येने परितो अचरच वाते तेन नो वाजिन्बलवान् बलेन वाजजिच्च भवसमने च पारयिष्णुः वाजिनो वाजजितो वाजघुंसरिख्यान्तो बृहस्पतेर्भागमवजिग्रत देवस्याः घुंसवितुः सवे सत्यसवसो बृहस्पतेरुत्तमान्नाकघुरुहेयम् देवस्याः घुंसवितुः सवे सत्यसवस इन्द्रस्योत्तमान्नाकघुरुहेयम् देवस्याः गुंसवितुः सवे सत्यप्रसवसो बृहस्पतेरुत्तमान्नाकमरुहम् देवस्याः गुंसवितुः सवे सत्यप्रसवस इन्द्रस्योत्तमान्नाकमरुहम् बृहस्पते वाजञ्जय बृहस्पतये वाचं वदत बृहस्पतिं वाजञ्जापयत इन्द्र वाजञ्जयेन्द्राय वाचं वदतेन्द्रं वाजञ्जापयत एकावहासा सत्या संवादभूद्यया बृहस्पतिं वाजमजीजपताजीजपत बृहस्पतिं वाजं वनस्पतयो विमुच्यध्वम् एकावहासा सत्या संवागभूद्ययेन्द्रं वाजमजीजपताजीजपतेन्द्रं वाजं वनस्पतयो विमुच्यध्वम् देवस्याः गुंसवितुः सवे सत्यप्रसवसो बृहस्पतेर्वाजजितो वाजञ्जेखम् वाजिनो वाजजितो ध्वनस्क्वनुवन्तो जो जनामिमानाः काष्ठां गच्छत एकस्य वाजी क्षिपणीन्तुरण्यतिग्रीवायां बद्धो अपि कक्ष आसनि क्रतुन्दधिकरा अनुषग्मूतानिक्यदत्वथामङ्कग्मुष्यन्वापनी भणस्वाहा उदस्मास्य द्रवतस्तुराण्यकाः पर्णन्नवेरनुवातिप्रगरधीनाः येन स्येव द्रजतो अङ्कसां परिदधिक्रावणः सहोर्जातरिकृताः स्वाहा शन्नो भवन्तु वाजिनो हवे कुदेवतामितद्रवः स्वर्काः भयन्तो हि मृगग्मु रक्षाग्मुषिसनेम्यस्मद्युयावान्नमीवाः तेनो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितदरवः सहस्रसा मे दशातासनिज्ञावो महो जे धनग्मु समिधे कुजभ्रीरे वाजे वाजे वतवाजिनो नो धने कुविप्रा अमृता अरितन्याः अस्य मध्वः पिबतमादयध्वन् तृप्ता जातपथिभिर्देवयानैः आमाब्वाजस्य प्रसवो जगम्यादे मेर्या वा पृथिवी विश्वरूपे आमागन्तं पितरा मातरा च मा सोमो अमृतत्वेन गम्यात् वाजिनो वाजजितो वाजगुंससेवाग्मुषो बृहदपतेर्भागमवजिग्रतनिमृजानाः स्वापये स्वाहा स्वापये स्वाहा पिजाय स्वाहा क्रतवे स्वाहा पसवे स्वाहा हर्पतये स्वाहान्ने मुग्धाय स्वाहा मुग्धाय वैनग्मूषिनाय स्वाहा विनग्मूषिन आन्त्य यनाय स्वाहान्त्याय भुवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा आयुर्जज्ञेन कल्पतां प्राणो जज्ञेन कल्पतां चक्षुर्जज्ञेन कल्पताग्मुश्रोत्रां जज्ञेन कल्पतां पृष्ठां जज्ञेन कल्पतां जज्ञो जज्ञेन कल्पतां प्रजापतेः प्रजा अभूम स्वर्देवा अगन्मामृता अभूम अस्मे वो अश्वेन्द्रियमस्मेन्द्रेम्नामुत क्रतुरस्मे वर्षाग्मुषि सन्धुवः नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्या इयन्ते राड्यन्तासि जमनो ध्रुवोऽसि धरुणः त्वा क्षेमाय त्वा रज्यै त्वा पोखाय त्वा वाजस्येमं प्रसवः सुकुवेग्रे सोमग्मूराजा नमोखदिक्वप्सु ता अस्मभ्यं मधुमतीर्भवन्तु वयग्मूराष्ट्रे जाग्रेयाम पुरोहिताः स्वाहा वाजस्ये मां प्रसवः शिश्रिये दिवमिमा च विश्वा भुवनानि सम्राट दण्डापयति प्रजानन् धनुरैग्मु सर्ववीरान्नियच्छतु स्वाहा वाजस्यानुप्रसव आबभूवे मा च विश्वा भुवनानि सर्वतः स नेमि राजा परियात् विद्वान् प्रजाम् पुष्टिम् वर्धयमानो अस्मे स्वाहा सोमग्नो राजानमवसेऽग्निमन्वारभामहे आदित्यान् विष्णुग्नो सूर्याम् ब्रह्माणाम् च बृहस्पतिस्वाहा अर्जमाणाम् बृहस्पतिमिन्द्रान् दानाय चोदय वाचम् विष्णुग्नो सरस्वतीग्नो सवितारञ्च वाजिनग्नो स्वाहा अग्ने अच्छाबदेहनः प्रतिनः सुमना भव प्रणो यच्च सद्रजिद्वग्नो हिधनदा असि स्वाहा प्रणो यच्च त्वर्जमा प्रपूगा प्रवृहस्पतिः प्रवाग्देवी ददातु नः स्वाहा देवस्य त्वा सवितुः प्रसवेष्विनोर्बाहुव्याम् पूष्णो हस्ताभ्याम् सरस्वत्यै वाचो जान्तुर्जान्ति ये ददामि बृहस्पते त्वा साम्राज्येनाभिकिञ्चाम्यसौ अग्निरेकाक्षरेण प्राणमुदजयत्तमुज्जेकमश्विनौद्व्यक्षरेण द्विपदो मनुख्या नुदजयतान्तानुज्जेकाम् विष्णुस्त्र्यक्षरेण त्रीन् लोका नुदजयत्तानुज्जेकग्नो सोमश्चतुरक्षरेण चतुर्पदाः पशूनुदजयत्तानुज्जेकम् भूघा पञ्चाक्षरेण पञ्चदिश उदजयत्त उज्जेकग्नो सविता खडक्षरेण खडृतूनुदजयत्तानुज्जेकम् मरुतः सप्ताक्षरेण सप्तग्राम्यान् पशूनुदजयंस्तानुजेकम् बृहस्पतिरष्टाक्षरेण गायत्री मुदजयत्तामुज्जेकम् मित्रो नवाक्षरेण त्रिवृतगुस्तो ममुदजयत्तमुज्जेकम् वरुणो दशाक्षरेण विराजमुदजयत्तामुज्जेखमिन्द्र एकादशाक्षरेण तिष्ठुभमुदजयत्तामुज्जेखम् विश्वे देवा द्वादशाक्षरेण जगतीमुदजयंस्तामुज्जेखम् वसवस्त्रयो दशाक्षरेण त्रयो दशग्मुतो ममुदजयंस्तमुज्जेकग्नो रुद्राश्चतुर्दशाक्षरेण चतुर्दशग्मुस्तो ममुदजयंस्तमुज्जेकमादित्याः पञ्चदशाक्षरेण पञ्चदशग्मुस्तो ममुदजयंस्तमुज्जेकमदितिः कोडशाक्षरेण कोडशग्मुस्तो ममुदजयत्तमुज्जेकम् प्रजापति सप्तदशाक्षरेण सप्तदशग्मुस्तो ममुदजयत्तमुज्जेकम् एकते नृते भागस्तञ्जुभस्व स्वाहाग्निनेत्रेभ्यो देवेभ्यः पुरः सद्भ्यः स्वाहाजमनेत्रेभ्यो देवेभ्यो दक्षिणा सद्भ्यः स्वाहा विश्वदेवनेत्रेभ्यो देवेभ्यः पश्चात् सद्भ्यः स्वाहा मित्रावरुणनेत्रेभ्यो वामरुन्नेत्रेभ्यो वा देवेभ्य उत्तरा सद्भ्यः स्वाहा सोमनेत्रेभ्यो देवेभ्य उपरिषद्भ्यो दुवस्वद्भ्यः स्वाहा जे देवा अग्निनेत्राः पुरः सदस्तेभ्यः स्वाहा दक्षिणा सदस्तेभ्यः स्वाहा जे देवा विश्वदेवनेत्राः पश्चात् सदस्तेभ्यः स्वाहा जे देवा मित्रा वरुणमित्रा मरुन्नेत्रावोत्तरा सदस्तेभ्यः स्वाहा जे देवाः सोमनेत्रा उपरिषदो ध्रुवस्वन्तस्तेभ्यः स्वाहा अग्ने सहस्वपृतना अभिमातीरपास्य दुष्टरस्तरन्नरातीर्वर्चोधा जज्ञवाहसि देवस्य त्वा सवितुः प्रसवेष्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् उपाल्पुंशोर्वीर्जेन जुहोमि हतग्नो रक्षः स्वाहा रक्षसान् त्वा वधाय वदिक्मा रक्षो वदिक्मामुमसौ वतः सविता त्वा सवानाग्मुसु वदामग्निर्गृहपतीनाग्मुसो मो वनस्पतीनाम् बृहस्पतिर्वाच इन्द्रो जैष्ठ्याय रुद्राः पशुभ्यो मित्राः सत्यो वरुणो धर्मपतीनाम् इमान् देवा असवन्नग्मो सुहद्वाम् महते क्षत्राय महते जैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय इमामुख्या पुत्रामामुख्यै पुत्रामस्यै विष एकवो मीराज सोमोऽस्माकम् ब्राह्मणानाग्मुराज हरि ओम् इति नवमोऽध्यायः अथ दशमोऽध्यायः हरि ओम् अपोलेवा मधुमतीरगृह्णन्नूर्जस्वधीराजस्वश्चितानाः जातिर्मित्रावरुणाव्यकिञ्चन्याभिरिन्द्रमनयान्नत्यरातिः कृष्ण ऊर्मिरसिराष्ट्रदाराष्ट्रम् मे देहि स्वाहा कृष्ण ऊर्मिरसिराष्ट्रदाराष्ट्रममुखमयि देहि वृकसेनो शिराष्ट्रदाराष्ट्रम् मे देहि स्वाहा वृकसेनो शिराष्ट्रदाराष्ट्रममुखमयि देशर्थे तत्थराष्ट्रदा राष्ट्रम् मे दत्त स्वाहार्थे तत्थ राष्ट्रदा राष्ट्रममुखमयि दत्तौजस्वतिस्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहौजस्वतिस्थ राष्ट्रदा राष्ट्रममुखमयि दत्तापः परिवाहिणीस्थ राष्ट्रदा राष्ट्रम् मे स्वाहापः परिवाहिणीस्थ राष्ट्रदा राष्ट्रममुखमयि दत्तापाम्बतिरसि राष्ट्रदा राष्ट्रम् मे देहि स्वाहा पाम्बतिरसि राष्ट्रदा राष्ट्रममुखमयि देशपाङ्गर्भोऽसि राष्ट्रदा राष्ट्रम् मे देहि स्वाहा पाङ्गर्भोऽसि राष्ट्रदा राष्ट्रममुखमयि देहि सूर्यत्वजसस्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा सूर्यत्वजसस्थ राष्ट्रदा राष्ट्रममुखमयि दत्त सूर्यवर्जसस्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा सूर्यवर्जसस्थ राष्ट्रदा राष्ट्रममुखमयि दत्त मान्दास्थ राष्ट्रदा राष्ट्रम् मे दत्त स्वाहा मान्दास्थ राष्ट्रदा राष्ट्रममुखमयि दत्त शरद ऋतु बलान ृणमूर्ध्वामारोहपङ्क्तिस्त्वावतुषात्वररैवते सामनित्रिणावत्रायस्त्रिघ्नौषौस्तु मौ हेमान्तशिशिरावृतुर्वर्चो द्रवीणाम् प्रत्यस्तान्नमुचेः शिराः सोमस्य द्विखिरसितवेव मे त्विखिरभूयात् मृत्योः बाह्योजोऽसि सहोऽस्य मृतमसि हिरण्यरूपा उखसो विरोक उभाविन्द्र उदितः सूर्यश्च आरोहतम् वरुणमित्रकर्तान्ततश्चक्षाथामदितिन्दितिम् च मित्रोऽसि वरुणोऽसि सोमस्य त्वाद्युम्नेनाभिखिञ्चाम्यग्नेर्भ्राजसा सूरजस्य वरचसेन्द्रस्येन्द्रियेण क्षत्राणाम् क्षत्रपतिरेद्यतिदिद्युन्पाहि श्रीमन् देवा असपद्नग्ं सुहद्वाम् महते क्षत्राय महते जैध्याय महते जानराज्यायेन्द्रस्येन्द्रियाय हिमामुख्या पुत्र मामुख्यै पुत्रमस्यै विष एकवोमि राजा सोमोऽस्माकम् ब्राह्मणानाग्नि राजा प्रपर्वतस्य वृकावस्य पृष्ठान्नावश्चरन्ति स्वसि च इयानाः व्रतरन्नधरा गुदत्ता अहिम् बुध्यमनुरीयमाणाः विष्णोर्विक्रमणमसि विष्णोर्विक्रान्तमसि विष्णोः क्रान्तमसि प्रजापतेन त्वरेतान्यन्यो विश्वारूपाणि परिता बभूव यत्कामास्तेजोमस्तान्नो अस्त्वायामामुख्या पिता सावस्य पिता वयग्स्यामपदयो रयीणाग्स्वाहा रुद्रजत्ते क्रीविपरन्नाम तस्मिन्नुतमस्य मे तमसि स्वाहा इन्द्रस्य वज्रोऽसि मित्रावरुणयो स्वा प्रशास्रोः प्रशिखाजुनजमि अव्यधायै त्वा स्वधायै त्वारिष्टो अर्जुनो मरुताम् प्रसवेन जया पाममनसा समिन्द्रियेण मात इन्द्रते वयन्तु राखाडयुक्तासो अब्रह्मता विदसाम तिष्ठारथमधियम् वज्रहस्ता रश्मीन् देवजमसे स्वश्वान्न अग्नये गृहपतये स्वाहा सोमाय वनपतये स्वाहा मरुता मोजसे स्वाहेन्द्रस्येन्द्रियाय स्वाहा पृथिवीमातम् मामाहिग्नुषीर्मो अहम् त्वाम् अग्नुसः शुचिकद्वसुरान्तरिक्षसद्धोताव्येदि खदतिथिर्दुरोणसत मृखद्वारा सदृत सद्व्योम सदब्जा गोजा ऋतजा अद्रिजा ऋतमृहत यदस्यायुरस्यायुर्मयि धेहि जुङ्शिवर्चो शिवर्चो मयि धेयुर्गस्यूर्जाम् मयि धेहि इन्द्रस्य वाम् वीर्जकृतो बाहू अभ्युपावहरामि यो नासि सुखदासि क्षत्रस्य जो निरसि स्यो नामासीदसुखदामासीदक्षत्रस्य जो निमासीद निखसादधृतव्रतो वरुणः पस्यास्वा साम्राज्याय सुक्रतुः अभिभूरस्येतास्ते पञ्च दिशाः कल्पन्ताम् ब्रह्मौ स्वाम् ब्रह्मासि सवितासि सत्यप्रसवो वरुणो सि सत्यौजा इन्द्रोऽसि विषौजा रुद्रो सि सुषेवः बहुकारश्रेयस्कर भूयस्कारेन्द्रस्य वज्रोऽसि तेन मे रथ्य अग्निः पृथुर्धर्माणदपतिर्जुखाणो अग्निः पृथुर्धर्माणदपतिराज्यस्य वेतु स्वाहा स्वाहा क्रेताः सूर्यस्य रश्मिर्शाददवम् सजातानाम् मध्यमेष्ट्यायो सवितरा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रारूपैः पूर्णा पशुभिरिन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेन ऊजसाग्निना तेजसा सोमेन राज्ञा विष्णुना दशम्या देवतया प्रसूताः प्रसर्पामि अश्विभ्याम् वर्चस्व सारस्वत्यै वर्चस्वेन्द्राय सुत्राम्ने वर्चस्व वायुः पूताः पवित्रेण प्रत्याङ्गप्सोमो अतिश्रुताः इन्द्रस्य जुज्याः सखा कुविदङ्गजवमन्तो जवाञ्जिर्यथादान्त्यनुपूर्वम् वियूय इहे हैखाम् कृणु हि भोजनानि जे वरेहि भो नम मुक्तिम् यजन्ति उपयामगृहीतोऽस्यश्विभ्याम् त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे युवग्सुरा ममश्विना नमुचा वा सुरे स च विपिपाना शुभगपति इन्द्रम् कर्म स्वावतम् पुत्रमिव वितरावश्विनो भेन्द्र वतुः काव्यैर्दग्सनाभिः जसुरामम् व्यपिवः शचीभिः सरस्वती त्वा माधवान्न विष्णक हरिः ओम् इति दशमोऽध्यायः। अथ एकादशोऽध्यायः। हरिः ॐ माजुञ्जानः प्रथमम् मनस्तत्वाय सविता धियः अग्निर्ज्योतिर्निचाज्यवदिव्या अधिया भरत युक्तेन मनसा वयम् देवस्य सवितुः सवे स्वर्ग्याय शक्त्या युक्त्वा योऽसविता देवान् स्वर्गतो धिया दिवम् बृहज्योतिः सर्ग्यतः सविता प्रसुवाति तान्न युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः विहोत्रा दधे वयुना विदेक इन्महि देवस्य सवितुः परिष्टुतिः जुषेवाम् ब्रह्म पूर्व्यान्नमो दुर्विश्लोक एतुपत्येव सूरेः श्रेण्वन्तु विश्वे अमृतस्य पुत्रा आये धामानि दिव्यानि तस्थुः यस्य प्रयाणमन्वन्य इति आयुर्देवा देवस्य महिमानमोजसा यः पार्थि दिवानि विमामे स एतासो रजाग्मुषि देवाः सविता महितवना देव सविताः प्रसुवजन्यां प्रसुवजन्यपतिं भदायो दिव्यो गन्धर्वाः केतपूः केतन्नः पुना ध्रुवाच सपतिर्वाचन्नः स्वदतु इमं नो देव सवितर्जन्यां प्रणय देवाव्यग्मू सखिविदग्मू सतराजितान् धनजितग्मू स्वर्जिताम् रेचास्तोमग्मू समर्धय गायत्रे नरथान्तरं बृहद् गायत्र वर्तनि स्वाहा देवस्य तवा सवितुः प्रसवेष्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां नाददे गायत्रे न छान्दसाङ्गिरस्वत्रिव्याः सदस्थादग्निं पुरीख्यमाङ्गिरस्वदा भरत्रैष्टुभेन छान्दसाङ्गिरस्वत अभ्रीरसीनार्जसि त्वया वयमग्निगुंशके मखानितिगुंसदस्थ आ जागते न छन्दसाङ्गिरस्वत हस्त आधाय सविता बिभ्रदभृगुंहिरण्ययीम् अग्निर्ज्योतिर्निचाज्य पृथिव्या अध्या भरदानुष्टुभे न छन्दसाङ्गिरस्वत प्रतूरतां वाजिन्नाद्रवपरिष्ठा मनुसंवताम् दिवि ते जन्म परममन्तरिक्षे तव नाभिः पृथिव्यामधियो निरित युञ्जाताग्मुरा सभञ्जुवमस्मिन्यामे वृखण्वसु अग्निं वरान्तमस्मयुम् योगे योगे तवस्तरं वाजे वाजे हवामहे सखाय इन्द्रमूतये प्रतुर्वन्ने झवक्रामन्नशतिरुद्रस्य गाणपत्यं मयो भूरेहि पूर्वान्तरिक्षां वीः स्वस्ति गव्योतिरभयानि कृण्वन् पूष्णा सयुजा सह पृथिव्याः सदस्थादग्निं पुरीख्यमङ्गिरस्वदाभराग्निं पुरीख्यमङ्गिरस्वदक्षेमोऽग्नि ख्यामङ्गिरस्वद्भरिख्यामः अन्वग्निरुखसामग्रमख्यदन्वहानि प्रथमो जातवेदाः अनुसूर्यस्य पुरुत्रा च रश्मीननुजया वा पृथिवी आततन्थ आगत्यव्वाजध्वानग्नुं सर्वामृधो विधूनुते अग्निगुं सदस्थे महति चक्षुखानिचिकीते आक्रम्य वाजिन् पृथिवीमग्निमिच्छरुचा त्वाम् भूम्यावृत्वा यनो ब्रूहि जतः खने मतं वयम् यौस्ते पृष्ठं पृथिवी सदस्थमात्मान्तरिक्षगुं समुद्रो जोनिः विख्याय चक्षुखा त्वमभितिष्ठपृतन्यतः उत्क्राम महते सौभगायास्मादास्थानाद्रविणोदाव्वाजिन्न वायग्मुस्यामसुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्याः मुदकरामि द्रविणो दाब्वा जर्वाकाः सुलोकं सुकृतां पृथिव्याम् ततः खाने मासुपराजीकामग्निकुसोरुहाणा अधीनाकमुत्तमम् कात्वाजिगर्मिमनसाग्रेतेन प्रतिक्षीयान्तं भुवनानि विश्वा प्रेतोन्तिरश्चाप्वयसा बृहन्तं व्यतिष्ठमन्नैरभसन्दृशानम् विश्वतः प्रत्याञ्चाञ्जिघर्म्य रक्षसा मनसा तज्जुकेत मर्ज श्रीस्त्यायद्वर्णो अग्निर्नाभिमृशे तन्वाजभूराणः परिवाजपतिः कविरग्निरेहव्यान्यक्रमीत दधदरत्नानि दाशुखे परितवाग्ने पुरं वायां विप्रज्ञं सहस्य धीमहि धृखदवर्णान् दिवे दिवे हन्तारम्भङ्गुरावताम् त्वामग्ने द्योविस्त्वमाशुषुक्षाणिस्त्वामद्भ्यस्त्वामश्मानस्परि त्वां वाने व्यस्वामोखादिव्यस्वान्नरेणान्नरेपते जायसे शुचिः देवस्य त्वा सवितुः प्रसवेष्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् पृथिव्याः सदस्तादग्निं पुरीक्षमाङ्गिरस्वत्खनामि ज्योतिर्मन्दान् द्वाग्ने सुप्रतीकमजस्रेण भानुना दीद्यतम् शिवाम् प्रजाभ्यो हि शान्तम् पृथिव्याः सदस्तादग्निम् पुरीक्ष्यमाङ्गिरस्वत्खनामः अपामृतमशिजो निरग्नेः समुद्रमभितः बिन्द्वमानम् वर्धमानो महा च मुखकारे जीवो मात्रया परिम्ना प्रतस्व शर्मजस्थो वर्मजस्थोच्छिद्रे बहुले उभे व्यजस्वती सम्बसाथामृतमग्निम् पुरीक्ष्यम् सम्बसाथाग्मुस्वर्विदा समीचि उरसात्मना अग्निमान्तर्भरिक्यन्ति ज्योतिक्मान्तमजस्रमित पुरीख्यो विश्वपरा अथर्वा त्वा प्रथमो निरामान्तदग्ने त्वामग्ने पुक्करादध्यथर्वा निरामान्तत मूर्ध्नो विश्वस्य वागतः तमुत्वा रज्यान्द्रिकिः पुत्र ईधे अथर्वणः वृत्रहाणाम् पुरान्दराम् तमुत्वा पात्यो वृका समीरे दस्युवान्तमम् धनाञ्जयज्ञूरणे रणे सीतहोतः स्वपुलोके चिकित्वान् सादया जज्ञकुं सुकृतस्य जो नौ देवावीरदेवान्हविका जजास्यग्ने बृहल्यजमाने वयोधाः निहोता होत्रे कदने विधानस्त्रेखो दिवा असदत्सु रक्षः अदब्धव्रतप्रमादिर्वसिद्धः सहस्रम्बरः शुचिजिवो अग्निः सकुंसीदस्वमः अशिशोचस्व देववीतमः विरूममग्ने अरुकम्येभ्य सृज प्रशस्तदरे शतम् ధూమధీరయక్ష్మాయ ప్రజాభ్యః తాసామాష్టానాదుజ్జిహతామోఖదయః సువిప్లవాః సంతే వాయుర్మాతరిష్వా దదాతూత్తానాయ హృదయంజద్వికస్తాం ేవాసి ప్రాణదేన కస్మై దేవ్వకడస్తు సుజాతోజ్యోతిగా సహ శర్మవరుతమాసలస్వః వాసో అగ్నే విశ్వరూపగుంసంవ్యయస్వమివావసో ఉదుతిష్టస్వధ్వరా వానో దేవ్యా ధియా దృశే చ భాసా బృహతా సుషుక్వనిరాగ్నే జాయి సుశక్తిభిః ఊర్ధ్వ ఊపుణ ఊతయే తిష్ఠా దేవో న సవితా ఊర్ధ్వో వాజస్య సనితా జదంశిభిర్వాగద్భిర్వియామహే సజాతో గర్భో అశిరో దస్యోరగ్నే చారుర్విమృత ఓఘలీపు చిత్రః శిశుః పరితమాగుస్యక్తూంత్రమాతృభ్యో అధికనికరదద్గాః శీలో భవద్భీర్వంగ ఆశుర్భవ్వాజర్వన్న ప్రేతుర్భవసుకాలస్వామగ్నే పూరీఖవాహణ శివో భవ ప్రజాభ్యో మానుఖీభ్యస్వమంగిరా మాద్యా వాపిధి అభిశోచీర్మాంతరిక్షం మా వనస్పతిన్న ప్రయీతు వాచీకానిగ్రదన్నానదరాసవాపత్వా భరన్నగ్నిం పురీఖ్యం మా పార్యాయుకా పురా మృగాగ్నిం మృగణం భరన్నపాంగర్భగ్నిం సముద్రియం అగ్న ఆయాహి పీతయే ఋతగ్ం సత్యమృతగ్ం సత్యమగ్నిం పురీఖ్యమాంగిరస్వద్భరామః ఓఘదయః ప్రతిమో దధ్వామగ్నిమేతగ్ం యజక్షసే జో శివతమోరసస్తస్య భాజయతే హనః ఉషతీరివ మాతరః తస్మా అరంగమామవోజస్య క్షయాయ జిన్వథ ఆపో జనయథా చ నః మిత్రః సద్గుం సృజ్య పృథివీం భూమిం చ జ్యోతికా సహ సుజాతం జాత వేద సమయక్ష్మాయ త్వా సద్గుం సృజామి ప్రజాభ్యః రుద్రాః సద్గుం సృజ్య పృథివీం బృహజ్యోతిః సమీరిరే ఏకాం భానురజస్ర ఇచ్చుకరో దేవే కురోచతే సగ్ము దృష్టాం వసు రుద్రైరధీరై कर्मण्यामृतम् हस्ताभ्यामृद्वीम् कृतवासिनीवाली कृणोतु ताम् सिनीवाली सुखपरदा सुकुलीरास्वौपशा सा तुल्यमलिते मज्जोखान्दला तु हस्तयोः सुखान् कृणोतु शक्त्या बाहुव्यामहितृधिया माता पुत्राञ्जतोपस्थे साग्निम् बिभर्तु गर्भ आ मा कस्य शिरोषि वसवस्त्वा कृण्वन्तु गायत्रे नच्छान्दसाङ्गिरस्व ध्रुवासि पृथिव्यासि धारयामयि प्रजाग्मुरायस्पोकाङ्गौ पर्यग्मु सुवीर्जग्मु सजातान्यजमानाय रुद्रास्त्वा कृण्वन्तु त्रैष्टुभे नच्छन्दसाङ्गिरस्व ध्रुवास्यान्तरिक्षमसि धारयामयि प्रजाग्मुराय स्पोखाङ्गौ पर्यग्मुम् सुवीर्जग्मुम् सजातान्यजमानाय दित्यास्त्वा कृण्वन्तु जागते नच्छन्दसाङ्गिरस्व ध्रुवासि द्यौरसि धारयामयि प्रजाग्मुराय स्पोखाङ्गौ पर्यग्मुम् सुवीर्जग्मुम् सजातान्यजमानाय विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वा मृत्युवेन छन्दसाङ्गिरस्व ध्रुवासि दिशोऽसि धारयामयि प्रजाग्मुराय स्पोखाङ्गौ सुवीर्जग्मु सजातान्यजमानाय आदित्यैरास्नास्य दिष्टे पिलम् गृह्णातु कृत्वा यसा मयी मुखामृन्मयीम् जो निमग्नये पुत्रेभ्यः प्रायच्छदरिति श्रपयानिति वसवस्त्वाग्रे उपायन्तु गायत्रे नच्छन्दसाङ्गिरस्वद्रुद्रास्त्वा धूपयन्तु त्रैष्टुभे नच्छन्दसाङ्गिरस्वदादित्यास्त्वा धूपयन्तु जागते नच्छन्दसाङ्गिरस्वद्विश्वे त्वा वैश्वानराधूपयन्त्वानुस्तुवे नच्छन्दसाङ्गिरस्वदिन्द्रस्त्वा धूपयतु वरुणस्त्वा धूपयतु विष्णुस्त्वा धूपयतु अधिष्ठ्वा देवी विश्वदेव्यावती पृथिव्याः सदस्थे अङ्गिरस्वत्खनत्ववटदेवानान्त्वा वह्निर्देवीर्विश्वदेव्यावती पृथिव्याः सदस्थे अङ्गिरस्वद्दधतु केति गणास्त्वा देवीर्विश्वदेव्यावती पृथिव्याः सदस्थे अङ्गिरस्वदभीन्दता मुखे वरुत्रिष्ट्वा देवीर्विश्वदेव्यावती पृथिव्याः सदस्ते अङ्गिरस्वच्छ्रपयन्तु केग्नास्त्वा देवीर्विश्वदेव्यावती पृथिव्याः सदस्ते अङ्गिरस्वत्पचन्तु के जनायत्वच्छिन्नपतरा देवीर्विश्वदेव्यावती पृथिव्याः सदस्ते अङ्गिरस्वत्पचन्तु के रेकाणि धृतो देवस्य सानसि द्युम्नाञ्जित्रश्रवस्तमाम् देवस्ता सवितो द्वपतु सुपाणि स्वाङ्गुरे सुबाहुरुतजत्या नव्यतमाना पृथिव्यामाशा दिश आप्रेणाम् उत्थाय प्रयाति भवो दुर्दृष्टध्रुवा त्वम् मित्रैतान्द उखाम् परिददाम्य विद्यामेखामावेदि वसवस्त्वाच्छ्रेन्दन्तु गायत्रेण छन्दसाङ्गिरस्वदृद्रास्त्वाच्छ्रेन्दन्तु त्रैस्तुभेन छन्दसाङ्गिरस्वद नित्यास्त्वाच्छ्रेन्दन्तु जागतेन छन्दसाङ्गिरस्वद्विश्वे त्वा देवा वैश्वानरा आच्छ्रेन्दन्त्वानुष्टुभे न छन्दसाङ्गिरस्वत आकूतिमग्निम् प्रायुजग्म स्वाहा मनो मेधामग्निम् प्रायुजग्म स्वाहा चित्तम् विज्ञातमग्निम् प्रायुजग्म स्वाहा वाचो विधृतिमग्निम् प्रायुजग्म स्वाहा प्रजापतये मनवे स्वाहा गणये वैश्वानराय स्वाहा विश्वो देवस्य नेतुर्म मरतो पुरेता सख्याम् विश्वो राय इकुर्यादिद्युम्नाम् व्रणीत पुर्यासे स्वाहा मासु वित्था मासुरिकोऽम्बविष्णुवीराय स्वासु अग्निश्चेलङ्कारिक्यथा ऋग्मस्वदेवि पृथिवीमस्ताय आसुरी माया स्वदया कृतासि युष्टान् देवेभ्य इदमस्तु हव्यमरिता त्वमुदिशन्ने अस्मिन् ध्रुवन्नः सर्पीरा शुचिः प्रत्नो होता वरेण्यः सहसत्पुत्रो अद्भुताः वरस्या आदिसंवतो वराम् अभ्यादर जत्राहमस्मिताम् अव परमस्याः परावतो रोहिरश्व इयागहि पुरीयः पुरुप्रियोग्ने त्वन्तरामृधः जदग्ने कानि शिराले दारूणि ददमसि सर्वान्तलस्तु ते घृतान्तज्जुकस्वाजाविष्य जलत्युपजिह्विका जलवाम्रो अतिसर्पादि सर्वान्तदस्तु ते घृतान्तज्जुकस्वाजविष्ठ आहारहारप्रयावम्बरन्तो श्वायेव तिष्ठते घासमस्मै रायस्पोकेण समिघा मदन्तोऽग्ने माते प्रतिवेशारिखाम नावा पृथिव्याः समिधाने अग्नौ रायस्पुखाय बृहति हवामहे इदम् मदम् बृहदुःखाञ्जयत्राञ्जेतारमग्निम् वृतना सुशासयिम् जाहासेना अभि त्वरीराव्याधिनीरुगणा उत जेस्तेना जे चतस्करास्तांस्ते अग्ने पिदधाम्यास्ये दगुष्टाभ्याम् मलिम् लोञ्जम्भ्यैस्तत्कराम् उत हनुभ्यर्मुस्तेनान् भगवस्तांस्त्वन् खादसुखादितान् ये जने भुमलिम् लवस्तेनासस्तस्कराब्वने जे कक्षे क्वनाय वस्तांस्ते दधामि जम्भयो जो अस्मभ्यमरादीयाद्यश्च नो द्वेखते जना निन्दाद्यो अस्मान् दिवसाच्च सर्वान्तम् अस्मसा गुरु सद्मूषितम् मे ब्रह्म सद्मूषितम् वीर्यम् बलम् सद्मूषिताम् क्षत्राम् जिष्णुजस्याहमस्मि पुरोहिताः उदेकाम् बाहू अधिरमुदवर्चो मिस्वाम आम्मां अन्नपतिर्नस्यानो देशनमीवस्या शुकुमेणा प्रप्रदातारन्दारिक ऊर्जान्नो देद्विपदे चतुकपाले हरि ओम इत्येकादशोऽध्यायः अथ द्वादशोऽध्यायः हरि ओम मान्द्रेशानोरुपम उर्व्याव्यद्यौद्युर्मरेखमायुः श्रीयेरुचानः अग्निरमृतो अभावद्वायो बिर्जादेनाञ्जौरजनयत्सुरेताः नक्तो खासा समनसाभिरूपे धापयेते शिशु मे कग्मो समीची द्यावाक्षामारुक्मो अन्तर्विभाति देवा अग्निन्धारयान्द्रविनोदाः विश्वारूपाणि प्रतिमुञ्चते कविः प्रासाविर्भद्रान्विपदे चतुकपदे विनाकमख्यसविता परेण्योऽनुप्रयाणमुखसुभिराजति सुपर्णोऽसि गर्भां स्त्रिवृत्ते शिरो गायत्राञ्चक्षुरदयदरथान्तरे पक्षौ सोम आत्मा छन्दग्मुष्यङ्गानि जजुग्मुभिनाम सामते तनुर्वाम देव्यञ्जज्ञायज्ञियम् पुच्छन्दिष्ण्याः शपाः सुपर्णोऽसि गर्भमान् दिवम् गच्छ स्वाहापत विष्णोः क्रमोऽसि सपत्नः गायत्रम् छन्द आरोह पृथिवी मनुविक्रमस्व विष्णोः क्रमोऽस्यभिमातिहात्रैष्टु भञ्छन्द आरोहान्तरिक्षमनुविक्रमस्व विष्णोः क्रमोऽस्य रातियतो हन्ता जागतम् छन्द आरोह दिवमनुविक्रमस्व विष्णोः क्रमोऽसि शत्रूयतो हन्तानुशुभम् छन्द आरोह दिशो नु विक्रमस्व अक्रन्दादग्निस्तनयान्निवद्यौः क्षामारेरिहद्विरुधः समञ्जन्न सद्यो जज्ञानोऽभिमिदो अक्षदारोदसी बानुना भात्यन्तः अग्नेभ्यावर्तिन्नभिमानि वर्तस्वायुखावर्चसा प्रजया धनेन संज्ञा मेधया रज्जापोकेण अग्ने अङ्गिरा शतन्ते सन्त्वावृताः सहस्रन्त उपावृताः अधा पोकस्य पोकेन पुनर्नो नष्टमाकृधि पुनर्नो रयिमाकृधि पुनरूर्जा निवर्तस्व पुनर्गन इखायुखा पुनर्नः पाह्यग्मुहसः सह रज्जा निवर्तस्वाग्ने पिन्वस्वधारया विश्वस्न्या विश्वतस्परि आत्वाहारिकमन्तरभुवरध्रुवस्तिष्ठा विचाचलिः विशस्वा सर्वाब्वाञ्छन्तु मा त्वद्राष्ट्रमधिप्रशत उदुत्तमम् वरुणपाशमस्मदवाधमम् विमध्यमग्मशरथाय अथा वयमादित्यव्रते तवानादसो अधिकये स्याम अग्रे तन्वान्तमसो ज्योतिकागात भानुनारुषतास्वङ्ग आजातो विश्वासदमान्यपराः अग्नुसः शुचिगतवसुरान्तरिक्षसद्धोता वेदिकदतिर्दूरोण सत् ृतद्वरसदृत सद्व्योम सदब्जा भोजा ऋतजा अद्रिजा ऋतं बृहत सीदत्वं मातुरस्या उपस्थे विश्वान्यग्ने वयुनानि बिल्वान् मयीनान्तपसा मार्चिखाभिशोचिरान्तरस्याग्मुशुकरज्योतिर्विभाहि अन्तरग्ने रुचा त्वमुखायाः सदने स्वे तस्यास्त्वग्मुहरसा तपञ्जात वेदाः शिवो भव शिवो भूत्वा मह्यमग्ने अथोऽसीद शिवस्त्वम् शिवाः कृत्वा दिशः सर्वाः स्वञ्जोनिमिहा सदाः दिवसपरिप्रथमाञ्जने अग्निरस्मद्वितीयाम् पारिजात वेदाः तृतीयमग्धुनिर्माणा अजस्रमिन्धान एनाञ्जरते स्वाधीः विद्माते अग्ने त्रेधात्रयाणि विद्माते धाम बिव्रेता विद्माते नाम परमङ्गुहा जद्विद्मातमुत्सञ्जत आजगन्ध समुद्रे त्वा नृमणा अक्ष्वन्तरन्द्रिचक्षा ईधे दिवो अग्न ऊधन्न तृतीये त्वा रजसि तस्थिवाग्मुसमपामुपस्थे महिका अवर्धन्न अक्रन्ददग्निस्तनयान्निवर्यौः क्षामारेरिहद्विरुधः समञ्जन्न सद्यो जन्यानो विहिमिद्धो अख्यदारोदसी भानुना भात्यन्तः श्रीनामुदारोदरुणो रयीणाम् मनीकाणाम् प्रार्पणः सोमगोपाः वसूसूनुः सहसो अप्सुराजा विभात्यग्र उकसामिदानः विश्वस्य चेतुर्भुवनस्य गर्भ आरोदसी अप्रेणाज्जायमानः द्वीडुंशिदद्रिमवीनत्परायञ्जना जदग्निमय जन्त पञ्च उषिकपावको अरतिः सुमेधामर्ते क्वग्निरमृतो निधायि इयर्ति धूममरुखम् बरिभ्रदुच्छुक्रेण शोचिखाद्यामि नक्षन्न दृशानो रुग्म उर्व्याव्यद्यौ दुर्मरेखमायुः श्रियेरुजानः अग्निरमृतो अभवद्वयो बृजले नन्द्यौरजनयत्सुरेताः यस्ते अद्य गृणवद्भद्रशोचे पूपन् देवघृतवन्तमग्ने प्रतन्नय प्रतरम् वस्यो अच्छाविसुम्नान् देव भक्तञ्जविष्ठ आतम्बजसौ श्रवसे क्वग्न उक्त उक्त आवजशस्यमाने प्रियः सूर्ये प्रियो अग्ना भवात्युच्यातेन भिनदुच्यनित्वैः स्वामग्ने जजमाना अनुद्यून विश्वापसुदधिरे पार्जानी त्वया सहद्रवीणमिच्छमाना व्रजङ्गो मन्तमुषिजो विववरुः हस्ताव्यग्निर्नराग्सुषेवो वैश्वानर अरिकिभिः सोमगोपाः अद्वेखेद्या वा पृथिवी हुवेम देवा दत्तर इमस्मे सुवीरम् समिधाग्निन्दुवस्यत घृतैर्बोधयतातिथिम् आस्मिन्नव्याजुहोतन उदुत्वा विश्वै देवा अग्ने भरन्तु चित्तिभिः सनो भव शिवस्वग्ं सुप्रदीको विभावसुः प्रेदग्ने ज्योतिकमान्याहि शिवेभिरर्चिभिष्ट्वम् बृहद्भिर्भानुभिर्भासन्माहिंसिस्तन्वा प्रजाः अक्रन्दलग्निस्तनयान्निवद्यौः क्षाम बृहद्वीरुधाः समञ्जन्न सद्यो जज्ञानो विहिमिद्धो अख्यदारो दशी भानुना भात्यन्तः प्रायमग्निर्भरतस्य श्रेण्वेऽपि यत्सूर्यो न रोचते बृहद्भाः अभियाः पूर्वम् मृतना सुतस्थौ दीदाय दैव्यो अतिदेशियो नः आपो देवीः प्रतिगृह्णीतवस्मै तस्योने कृणुद्वक्सुरभा उलोके तस्मै नमन्ताञ्जनयः सुपत्नीर्मातेव पुत्रम् बिभ्रेताप्स्वेन तप्स्वग्ने सदिष्ठवसौ गधीरनुर्यसे गर्भे सञ्जायसे पुनः गर्भो अस्यो गधीनाम् गर्भो वनस्पतीनाम् गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि प्रसद्य भस्मनाशो निमपश्च पृथिवीमग्ने सर्पोदृश्य मातृभिष्ट्वान् ज्योतिर्मान् पुनरासदः पुनरासद्य सदनमपश्च पृथिवीमग्ने शेखे मातुर्जदोपस्थेन्दरस्याग्निशिवतमः पुनरूर्जा निवर्तस्व पुनरग्न इकायुका पुनर्नापाजग्सः सहरज्जा निवर्तस्वाग्ने पिन्वस्व धारया विश्वज्ञा विश्वतस्परि बोधामे अस्य वचसो जविष्ठमस्य प्रवेदस्य स्वरावः पीयत्वो अनुत्वो गृणादि वन्दानुष्ठे तन्वम् वन्दे अग्ने सबोधिसूरिर्मघवा वसुपदे वसुदावन्न जूयोजस्मद्वेगाग्नुषि विश्वकर्मणे स्वाहा पुनस्वादित्या रुद्रापसवासमिन्दताम् पुनर्ब्रह्माणो वसुनीथजज्ञैः धृतेन त्वान्तान्वाम् वर्धाय त्वा सद्याः सन्तु जजमानस्य कामाः अपेतव्यीतव्यि च सर्पतातो जेत्रस्थपुराणा जे च नूतनाः अदार्यमो वसानम् पृथिव्या अक्रन्निमाम् वितरो लोकमस्मै स संज्ञानमसि कामधरणं मयि ते कामधरणं भूयात् अग्नेर्भस्मास्य अग्नेः पुरीखमसि चितस्थ परिचित ऊर्ध्वचितः श्रयद्वम् अयग्मूषो अग्निर्जस्मिन् सोममिन्द्रः सुतं दधे जठरे पावशानः सहस्रियं वाजमल्यान्न सप्तिग्मूषसवान् सन्न स्तूयसे जातवेदः अग्ने जत्ते दिविवर्चः पृथिव्याञ्जलो खाली वप्स्वाय जत्र येनान्तरिक्षमुर्वाततन्धत्वेकाः सभानुरर्णवो नृचक्षाः अग्ने दियो अर्णमच्छा जिगास्यच्छा देवा ऊचिके लिष्ण्याजे जारोचने परस्तात्सूर्यस्य जाश्चावस्तादुपतिष्ठन्त आवः उरीक्यासो अग्नयः प्रावणेभिः सजोकसः जुखन्ताञ्जज्ञमद्रुहो न मीवा इको महीः ईडामग्ने पुरुदग्सग्सनिङ्गोः शश्वत्तमग्हवमानाय साध स्यान्नः सोऽनुस्तनयो विजावाग्ने सा ते सुमतिर्भूस्वस्मे आयान्ते जो निर्विद्वियो जतो जातो अरोचसाः तञ्जानन्नग्न आरोहाथानो वर्धया रयिम् चिरसितया देवतयाङ्गिरस्वध्रुवासीदपरिचितसितयाङ्गिरस्वध्रुवासीद लोकम् प्रणच्छिद्रम् प्रणाथोऽसीदध्रुवा त्वम् इन्द्राग्नीत्वा बृहदवतिरस्मिन्यो नावसि खदन्न सा अस्य सूललो असा सोमकुश्रीणान्ति कृष्णयः जन्मन् देवानाम् विषकृत्वारोचने दिवः इन्द्रम् विश्वा अविवृधन् समुद्रव्यजसङ्गिरः रथीतमग्रथीनाम् वाजानाग्सत्पतिम् पतिम् समितग्सङ्कल्पेथाग्सम् प्रियौ रोषिष्णु सुमनस्य मानौ इकमूर्जमभिसम्वसानौ सम्वाम् मनात्मुषि सम्रता समुचित्तान्याकरम् अग्ने पुरीख्यादिपा भवत्वान्न इकमूर्जम् जजमानाय धेहि अग्ने त्वम् पुरीख्यो रहिमान् पुष्टिमाम् असि शिवाः कृत्वा दिशः सर्वाः स्वञ्जोनिमिः सदा भवतन्नः समनसौ सचेतसा वरे पसौ मा जज्ञग्मुहिग्मुष्टान्माजज्ञपतिम् जातवेदसौ शिवौ भवतमध्यनः मा ते वपुत्रम् पृथिवी पुरीख्यमग्निकुस्वेजो नावारुक ताम् विश्वैरदेवैरलितुभिः संविदाना प्रजापतिर्विश्वकर्मा विमुञ्चतु असृण्वन्तमयजमानमिच्छस्तेन स्येत्यामन्विहितस्कारस्य अन्यमस्मलिच्छसात इत्या नमो देवि निर्ते तुभ्यमस्तु नमः सुते निर्ते तिग्मा śrita bandhametam jamena tvam jamya samvidhanottamena te adhirohayainam yasyaste gora asanjuhommekam bandhanam avasarjanayo jantva jano bhumiril pramandate nritin tvaham pariveda visvataha jante devi nritiya babanda pashangriva swavichrityamma jante vikyamyayukho namadhyada chaitam pitumadhi prasutaha namo bhutyai jedanchakara niveshana sangamano vasunam vishvarupa vijate shachibhi deva iva savita satya dharmendro natastau samare pathinam Sirajunjanti gavayo jugavitanvate pritato Dhira deve kusumnaya Jurakta siravviyuga tanutvangrete jonau vapate habijamma Girajalti savara asanno neri ya itsrenya apakvame yato shunakum supala vikrekhantu bhumikum shunanki nasha abhiyantu vahaihi shunasira vikato shamana subipala okhadi kartanasme Krite nasita maduna samajyatam vishvaira devaira numata marudvi urjasvati payasa pinvamanasmanzite payasa pyavavrisva langalam paviravasusevakmusoma vitsaru Kadudvapatikamavimraparvyanchapivarimprasthavadrathavahanamma Kamangamaduge dukshvamitraya varunayacho Indraya shvibhyam pushne prajabhya okadibhya Vimuchyadvamagnya devayana aganvatamadasparamasya jyotirapama sajurabdo ayavomihi sajuruka arunibihi sajokasavashvina dakkunsobihi saju Sura eta shena Rajuvar vayashvanara idaya grete Nasvaha jao kadi purpa jata deve pratyugam pura Manainu kabruna magyum shatanda mani saptacho Shatambo ambadhamani sasramutavoruvaha Tadashatagratvo juyamimamme agadankrita Okadihi pratimo dadvambhupavatihi prasuvarihi Ashva iva sajitvarir virudaha parayishnavaha Okadiriti matarastadvo devi rupabruve Saneyamashvangamvasa atmanantavapuruka Ashvathevo nikadanam parne vodvasadikadreta Vobhaja itkila sadajatsanavatapurukamma Jatrau kadehi samagmata rajanaha समिताविव विप्राः स उच्यते बृहद्रक्षो हामीवचातनः अश्वावतिकुसोमावती मूर्जयन्ति मुदोजसम् आविच्छि सर्वा ओखधीरस्मा अरिष्टतादये उच्छुकमा ओखधीनाङ्गावो गोष्ठादिवेरते धनकुंसनिक्यन्ति नामात्मानन्दव पूरुक इकृतिर्नाम वो माताथो जूयग्मस्तानिकृति श्रीराहापतरिणीस्तनजदामयति निकृत अतिविश्वाः परिष्ठास्तेन इव व्रजमक्रमु ओकदेः प्राच्युच वृजत्किञ्च तन्वोरपः जदि माजयन्नहमोघधीरे हस्त आदधे आत्मा जक्ष्मस्य नश्यति पुरा जीवग्रे भोजता यस्यौकदेहेन्द्रसर्पदाङ्गमाङ्गम् परुकपरु ततो लक्ष्मन् विवादव उग्रो मध्यमशीरिव साकम् यक्ष्मप्रपदशाखेण किकिरे विना साकम् वारस्य राज्या साकम् नश्य नियाकया अन्या वो अन्यामवत्वन्यान्यस्य उपावत आः सर्वाः संविदाना इदम् मे प्रावता वचः जा बलिनीर्जा अफला अपकपालाश्च पुक्विणी बृहस्पतिमरसूदास्तानो मुञ्चन्द्वग्नुवसा मुञ्चन्दुमाशपदिया ततो वरुण्यादुत अतो शमस्य पडवीशात् सर्वस्मात् देव किल विघात अवपतन्दीरवदन्दिव ओघदायस्परि जञ्जीवमश्नवामहैन सरिख्यादिपूरुगा या ओकलीः सोमराज्ञीर्भवीशतविचक्षणाः तासामसि त्वमुत्तमारङ्गामाय शक्मुरे या ओकलीः सोमराज्ञीर्विष्ठिताः पृथिवीमनो बृहस्पतिमरसूता अस्यै सन्दत्तवीर्जम् जाश्चेदमुपशृण्वन्दिजाश्च दूरम् परागताः सर्वाः सङ्गत्य वीरुधोऽस्यै सन्दत्तवीर्जम् मा वोरिखत्खनिता जस्मै चाहङ्गनामि वा विपाच्चतुर्पादस्मातकम् सर्वमस्त्वनातुरम् ओकदयः समवदन्त सोमेन सह राज्ञा यस्मै कृणोति ब्राह्मणस्तकम् राजन् पारयामसि नाशयित्री बला सस्यारिष उपचितामसि अतो शतस्य यक्ष्माणाम् पाकारो रसिनाशनि त्वाम् गन्धर्वा अखनुस्त्वामिन्द्रस्त्वाम् बृहस्पतिः त्वामोकदे सोमो राजा विद्वान्यक्ष्मादमुच्यत सहस्व मे अराति सहस्ववेतनायता सहस्व सर्वम् वाप्मानकम् सह मानस्योकदे दीर्घायुस्त ओकदेक ब्रह्मणि चत्वाकानाम्याहम् अथोत्वान् दीर्घायुर्भूत्वा शतवलेशाद्विरोहतात् त्वमुत्तमास्योपधे तव वृक्षा उपस्थयः उपस्थिरस्तु सोऽस्माकञ्जो अस्मामभिदासति मामायिकुंसिच्चनिकाजा पृथिव्याजो वाजिवत्कुंसत्यधर्माव्यानट यश्चापश्चन्द्राः प्रथमो जजान कस्मै देवाय हविकाव्यदेम अभ्यावर्तस्व पृथिवीजन्येन पयसा सह वपान्ते अग्निरिखितो अरोहत अग्ने जत्ते शुक्राञ्जच्चन्द्राञ्जत्तूताञ्जच्च जनीयाम् तद्देवेभ्यो वरामसि इह मूर्जमहमित आदमृतस्य जोनिम् महिकस्य धाराम् आमागो भुविषत्वा तनु कुजहामि सेलिमनि राममीवाम् अग्ने तव श्रवो वयो महि प्राजन्ते अर्चयो विभावसो बृहद्भानो शवसा वाजमुख्यम् दधासि दाशुके कवे पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदीयरेखिभानुना पुत्रो मातरा विचरन्नुपावसि प्रणक्षिरोदसि उभे ऊर्जो न पाज्जात वेदः सुषस्तिभिर्मन्दस्वधीतिभिरहिताः द्वे इकाः सन्दद्रुभूरिवर्पसश्चित्रोदयो वामजाताः इरज्जन्नग्ने प्रदाय स्वजन्तु वीरस्मेरायो अमर्त्य सदरिशतस्य वपुको विराजसि प्रणक्षिसानसिङ्क्रतुम् इख कर्तारमध्वरस्य प्रचेत संक्षयन्दग्मूराधसो महः रातिम् वामस्य सुभगाम् महीमि खन्ददासि सा नसि कुङ्ग्रयिम् ऋतावानम् महिकम् विश्वतरेशतमग्निद्गुम् सुम्नाय दधिरे पुरोजनाः श्रुत्कर्णकुंसप्रातस्त्वमन्त्वा गिरा दैव्यम् मानुखाजुगा आप्यायस्व समेतु ते विश्वता सोमवृष्ण्यम् भवाब्वाजस्य सङ्गते सन्ते पयाग्मुषि समुजन्तु वाजाः संवृष्ण्यान्यभिमातिकाः आप्यायमानो अमृताय सोमदिविश्रवाग्मुष्युत्तमानि दिक्व आप्याय स्वमदिन्दमसोमविश्वे विरक्षुभिः भवानः सप्रदस्तमः सखावृधे आतेर्वत्सो मनोजमत्परमाच्छित्सदस्तात् अग्ने त्वाम् कामया गिरा तुर्यन्दा अङ्गिरस्तमविश्वाः सुक्षितयः पृथक अग्ने कामाय जेमिरे अग्निः प्रिये पुधामसुकामो भूतस्य भव्यस्य सम्राणे को विराजति हरिः ओम् इति द्वादशोऽध्यायः।